गुरुब्रह्म गुरुविष्णु गुरुदेवो महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतमस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानः विषयः अस्ति तत्र रेकार्डिङ्ग् स्थापितं न वा यत् गुरुब्रह्म गुरुविष्णु गुरुदेवो महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतमस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषये अस्ति तत्र पृथक्त्वमपि भेदः तयोः मध्ये वैलक्षण्यं वर्तते न वा इति तस्मिन् विषये वयं बहु किमपि अधीतवन्तः किन्तु इदानीं तत्र विद्याधर्यां साक्षात् तत्र आक्षेपद्वयं पूर्वपक्षिणा आक्षेपद्वयं यद् उक्तं तस्य तत्र समाधानं कथं भवति इति अन्वेषणं इदानीं तत्र प्रवर्तमानः अस्ति तस्य अन्वेषणं नाम तत्र कथं समाधानं प्राप्यते इति तत्र सिद्धान्ती अस्ति सिद्धान्ती वदति तत्र किं तत्र पृथक्त्वमपि भेदः समानं नास्ति इति इदानीं तत्र पूर्वपक्षी कः इति न जानीमः तत्र कोऽपि अस्ति तस्य मतमपि वयं न जानीमः नाम तत्र सः किम् अङ्गीकरोति एतत् सर्वं न जानीमः किन्तु पूर्वपक्षी आक्षेपणद्वयं वदति तर्हि तत्र कोऽपि स्मरति वा प्रथम आपादानं किम् अस्ति इति कः अथवा का वक्तुम् इच्छति नाम प्रथम आपादनं कार्योत्पत्ते पूर्वक्षणे गुणस्य मानाभावात् इति अस्ति अपि तत्र तत्र अन्य भेदः इव लैक् भेदः एव पृथक्त्वं गुणः अस्ति इत्यनेन सिद्धगुणेषु पूर्वं सिद्धगुणेषु अवधिकत्वं नास्ति नियतावधिकत्वं नास्ति इत्यनेन पृथक्त्वम् इति भेदः इव एव गुणः नास्ति इति हा समीचीनम् अस्तु तर्हि भेदः इव अस्ति चेत् नित्यः इव जायते यतोहि भेदः इति नित्यः परन्तु पृथक्त्वम् इति द्वितीयक्षणे एव जायमानम् अस्ति इत्यनेन तत् पृथक्त्वं नित्यः नास्ति परन्तु भेदः नित्यम् अपि च युतसिद्धौ अपि जायमानम् अस्ति युतसिद्धत्वं भवेत् इति जायमानम् अस्ति द्वितीय आपादनेन खलु सत्यम् अस्तु तर्हि तत्र प्रथमतया तत्र अस्तु समीचीनं भगिनि तर्हि तत्र सोपानेन गच्छामः समीचीनं नाम प्रथम आपादनं किम् अस्ति प्रथम आपादनम् अस्ति तत्र पृथक्त्वस्य नाम पृथक्त्वस्य पृथक्त्वं यत् अस्ति तस्य अवधिक निखिलावधिकत्वं नाम निखिलावधिकत्वं नास्ति किन्तु नियतावधिकत्वम् अस्ति इति नियतावधिकत्वम् इति पक्ष तत्र अङ्गीकारः पूर्वपक्षिणः अङ्गीकारः अस्ति अपि तत्र सिद्धान्तिनः अङ्गीकारः अपि अस्ति न पृथक्त्वं नियतावधिकत्वम् इति तस्य पृथक्त्वस्य नियतावधिकत्वम् अस्ति इति द्वौ अपि अङ्गीकृतः अस्तु इदानीं तत्र किन्तु नियतावधिकत्वम् अस्ति किन्तु यथा भवती उक्तवती सिद्धगुणेषु तेषु तत्र नियतावधिकत्वं नास्ति एतद् नियतावधिकत्वम् अत्र नास्ति किन्तु भेदः यत् अस्ति यः अस्ति तत्र नियतावधिकत्वं भेदे अस्ति किन्तु सिद्धगुणेषु नास्ति अतः पृथक्त्वम् अत्र न गच्छति किन्तु भेद इव अस्ति भेदस्य एक रूपम् अस्ति एकः भागः अस्ति इति पूर्वपक्षी भवति, अतः नियतावधिकत्वम् अस्ति इति कृत्वा पृथक्त्वं गुणः न स्यात् किन्तु भेदः एव स्यात् इति प्रथम आपादनं समीचीनं। हा इदानीं द्वितीय आपादनं किम् अस्ति, कोऽपि वदति वा? द्वितीयापादनं तत्र कपालस्यैव भूतलस्यापि भूतलस्यैव कपालस्यापि पृथक्त्वम् उद्भवति तत्र नाम यथा घटे आपत्ति भवति, घटे घटः अस्ति, घटे पृथक्त्वम् अस्ति, घटे पृथक्त्वम् अस्ति, अपि तस्य पृथक्त्वस्य अवधिः भूतलम् अस्ति अस्ति, तथैव कपालापि अवधिरूपेण कपालावधिकत्वमपि भवेत् इति तस्य आपत्तिः, कपालावधिकत्वमपि भवेत् खलु इति अवधिः, तत्र अवधिः भूतलम् अवधिः इति अस्ति, किमर्थं कपालः अवधिः न स्यात् इति, कपालः अपि अवधिः भवेत् खलु इति तस्य प्रश्नः, तस्य आक्षेपः इति अस्ति, समीचीनं। अतः तत्र आपादनद्वयमस्ति, प्रथम आपादने तत्र सः गुणः पृथक्त्वं गुणः न नास्ति, अपि पुनः यदि गुणः अस्ति इति स्वीकुर्मश्चेदपि तत्र पृथक्त्वस्य तत्र कपालावधिकत्वमपि भवेत् खलु इति अस्ति। अस्तु, अतः तत्र आपादनद्वयम् अस्ति। तर्हि इदानीं तत्र पश्यामः तत्र किं किं भवति इति। अतः तत्र प्रायशः एतावत् वयं पठितवन्तः, पुनः अत्र अतः आरभ्य एकवारं पठामः, नाम अधुना इति आरभ्य एकवारं पठामः, तत्र सिद्धान्ती किम् वदति, अपि तत्र कः दोषः, एतत् सर्वम् अग्रे तत्र सोपानेन अवगमनं भवति, इदानीं तत्र एकस्मिन् परिच्छेदे एव तत्र सर्वं प्राप्तमिति नास्ति। अस्तु, तर्हि तत्र नूतनतया तत्र योगेन्द्रमहोदय नमस्कारः, नीता भगिनी नमस्कारः, नमस्कारः। अस्तु, तर्हि तत्र उषा भगिनी भवती एव आरम्भं करोति वा तत्र? अस्तु महोदय, अधुना सिद्धान्ती उत्तरयति यत् द्वयोः आपादनयोः फलत्वेन पूर्वतनदोषः आयाति गुणरूपस्य तस्य पृथक्त्वस्य गुणरूपस्य तस्य पृथक्त्वस्य पुनरेकवारं पठ अधुना सिद्धान्ती उत्तरयति यत् द्वयोः आपादनयोः फलत्वेन पूर्वतनदोषः आयाति पृथक्त्वस्य रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे मान अभावात् भूतलावधिकस्य इव कपाल अवधिकत्वस्यापि आवश्यकत्वात् कः दोषः कपालवतिकपृथक्त्वं स्वीकृतं चेत् परस्पर अवतिकपृथक्त्वत्व पृथक्त्व आश्रयौ कौ जातौ कपालः अपि च घटः च यदा द्वितीय आपादने कपालवतिकपृथक्त्वं घटे स्वीकृतं तदा तुल्ययुक्त्या घटावतिकपृथक्त्वं कस्मिन् आगतं कपाले अनेन किं जातं युतसिद्धत्वम् आगतम् कपालघटौ युतसिद्धौ भवतः इति आगतम् युतसिद्धौ यदा भवतः तदा तयोः संयोग आपत्तिः अतः तद्दोषतावत् अवस्थ्यम् इति न च वाद्यम् अतः तद्दोषता अवस्थ्यं नास्ति खलु तद्दोषतादवस्थ्यम् इति न च वाच्यम् घटकपालयोः संयोग आपत्तेः क्लृप्तत्वात् अधुना सिद्धान्ती उत्तरयति यत् द्वयोः आपादनयोः फलत्वेन पूर्वतनदोषः आयाति पृथक्त्वस्य रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावात् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावात् अस्य वाक्यस्य प्रायशः अर्थः कः इति मास्तु अग्रे भवति अस्तु इदानीं केवलं तत्र स्मर्तव्यम् इदानीम् एतावत् किम् स्मर्तव्यं नाम तत्र आपादनद्वयम् अस्ति खलु तत्र कियत्पर्यन्तं प्रथम आपादनम् मानाभावात् इति हा तावत् हा गुणरूपस्य तस्य इति पृथक्त्वस्य तत्र नियतावधिकत्वे मानाभावात् इति एकः अंशः अपि रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानम् अस्ति इति अपि तत्र अन्यः अंशः प्रथम आपादने प्रथम आपादने अंशद्वयं नाम अतः तत्र नियतावधिकत्वम् अस्ति इति कृत्वा गुण तत्र तत्त्वं गुणः इति न अङ्गीकरोमि गुणः इति न तस्य मान अभावः अपि इदानीं द्वितीय आपादनं किमस्ति भूतलावधिकस्य इव कपाल अवधिकत्वस्यापि आवश्यकत्वात् इति तावत् आवश्यकत्वम् इति तत्र अवधिकत्वम् आवश्यकत्वम् इति तत्र द्वितीयापादनं नाम भूतलावधिकत्वस्य इव कपाल अवधिकत्वस्यापि आवश्यकम् इति द्वितीय आपादनं तदपि आवश्यकम् अस्ति खलु इति इदानीं तत्र सिद्धान्ति अतः एतावत् नाम तत्र तस्मात् तद् सर्वं वदति चेत् तद् दोष तादवस्यम् अस्ति अत्र अतः इदानीं यदि तत्र विद्याधरीपुस्तकं पश्यामः तत्र सः सिद्धान्ति वदति तत्र आदौ सः स्थापयति न तद् भवान् वक्तुं न शक्नोति तत् समीचीनं नास्ति इति अतः तत्र दोषः अस्ति इति कृत्वा न च वाच्यम् तद् दोषः किम् इति अग्रे दत्तम् अतः तत्र इदानीं केवलं तत्र परिचयः सिद्धान्ति एतत् उत्तरेति इदानीम् उत्तरे किं किम् अस्ति के अंशाः नाम तत्र सिद्धान्तिना आशयः कः इति अग्रे तस्य विवरणम् अस्ति एतावत् तत्र केवलं वाक्यमेव अतः एतस्य वाक्यस्य अर्थः तत्र सरलतया न भवति अतः एव तत्र करपत्रस्य आवश्यकता तावदेव कः दोषः कपाल अवतिकपृथक्त्वं स्वीकृतं चेत् परस्पर अवतिकपृथक्त्व आश्रयौ कौ जातौ? कपालः अपि च घटः च, कपालः घटश्च. कपालवतिकपृथक्त्वं स्वीकृतं चेत् कपालः अवधिः भवेत् चेत् पृथक्त्वस्य कृते देन् कपाल अवधि घटः कपालात् पृथक् इति प्रतीतिः भवति. समीचीनं. तर्हि तत्र पृथक्त्वं घटे अस्ति इदानीं. पृथक्त्वं घटे अस्ति, तथा एव कपालः अवधिः भवति. अतः तत्र घटः अस्ति, पृथक्त्वं घटे अस्ति, कपालः अवधिः अवधिः इति चिन्तयामः. कपाल अवधिकपृथक्त्वं स्वीकृतं चेत् घटः कपालात् पृथक्. परस्पर अवधिकपृथक्त्व आश्रयौ कौ जातौ? परस्पर अवधिकपृथक्त्वम् इत्युक्ते घट अवधिकपृथक्त्वं, घट अवधिकपृथक्त्वम् इति स्वीकृतं चेत् घट अवधिकपृथक् कपालः घटात् पृथक् इति जातम्. हा, समीचीनं भगिनि. हा, यथा यथा यथा वयं घटः कपालात् पृथक् इति यदि तत् स्वीकुर्मः तर्हि कपालः अपि घटात् पृथक् इति पृथक् इति स्वीकरणीयं भवति. स्वीकरणीयं भवति. आम् देन् परस्पर आश्रयौ कौ जातौ? पृथक्त्व आश्रयौ परस्पर अवधिकपृथक्त्व आश्रयौ. सो घट कपाल अधिकपृथक्त्वम् अपि च घट अवधिकपृथक्त्वं द्वयोः पृथक्त्वस्य कृते आश्रयौ अस्ति. कपाल अवधिकपृथक्त्वं चेत् आश्रयं पृथक्त्वस्य आश्रयः घटः, कपाल घट अवधिकपृथक्त्वं चेत् आश्रयः कपालः. कपालः अपि च घटः च पृथक्त्व आश्रयौ भवति. उत्तमम्. अतः घटकपालः घटश्च पृथक्त्व आश्रयौ. यथा द्वितीय आपादने कपाल अवधिकपृथक्त्वं घटे स्वीकृतं, तदा तुल्ययुक्त्या घट अवधिकपृथक्त्वं कस्मिन् आगतं? कपाले. तदेव वयम् इदानीं दृष्टवन्तः. समीचीनम्. अनेन किं जातं? युतसिद्धत्वम् आगतम्. आम्, पृथक् आश्रय आश्रितौ अस्ति चेत् एव संयोगः लक्षण. ओके, युतसिद्धत्वम् आगतम्. युतसिद्धत्वं यतोहि अवतिक पृथक्त्व आश्रयौ इति कपालः अपि च घटः, कपालः अपि च घटः इति चेत् युधसिद्धत्वम् आगतम्. युधसिद्धत्वम् इति पृथक् आश्रय आश्रितौ भवतः खलु? पृथक् एनिवे, कपालघटौ युधसिद्धौ भवतः इति आगतम्. युधसिद्धौ यदा भवतः तदा तयोः संयोग आपत्तिः. सो युधसिद्धौ अस्ति चेत् संयोगः अस्ति इति भवति, आगतम् इति भवितुम् अर्हति, परन्तु तथा नास्ति. अतः तत् दोष तात् अवस्थ्यम् इति न च वाच्यम्. तत्र दोषः अस्ति, तत्र पूर्वतनदोषः आयाति, अतः तत्र तत् मास्तु, तद् न वदतु. तत्र अत्र अन्तिमवाक्यं घटकपालयोः संयोग आपत्तेः कृप्तत्वात् नाम तत्र पक्षद्वये अपि अङ्गीकारः अस्ति. घटकपालयोः मध्ये सर्वदा समवायसम्बन्धः, तत्र घटः अपि कपालतयो मध्ये तत्र नित्यसम्बन्धः, तत्र समवायसम्बन्धः कदापि तस्य नाशः न भवति. तत्र संयोग इव नास्ति, अतः तत्र संयोगः घटकपालयोः मध्ये संयोगः भवति इति कदापि तत्र समीचीनं तत्र अङ्गीकारः नास्ति पक्षद्वये. अतः यदि तत्र एतत् स्वीकुर्मश्चेत् कपालावधिकपृथक्त्वं स्वीकुर्मश्चेत् तत्र घटकपालयोः तत्र संयोगः भवति, अतः संयोगः भवति चेत् पूर्वपक्षी अपि तद् न अङ्गीकरोति, अतः तत्र कपालावधिक पृथक्त्वं न अङ्गीकर्तुं शक्नुमः. अतः तत्र तस्य अङ्गीकारे दोषः वर्तते इति एतावत् एकम् एकं सोपानं. तत्र अनेकानि सोपानानि सन्ति किन्तु एतावत् एतावत् तत्र अङ्गीकारे दोषः वर्तते, यतोहि तत्र घटकपालयोः समवायसम्बन्धः एव भवति, किन्तु यदि एतत् स्वीकुर्मश्चेत् संयोगसम्बन्धः इति आगच्छति, तत् समीचीनं नास्ति नास्ति. अस्तु, धन्यवादः भगिनी, समीचीनं. तत्र परस्पर अवधिक पृथक्त्व आश्रयौ इति समीचीनं. अस्तु अस्तु, अग्रे सरं, धन्यवादः भगिनी. अस्तु, अग्रे योगेन्द्रमहोदय अग्रे पठति वा? योगेन्द्रमहोदय न श्रूयते महोदय. योगेन्द्रमहोदय न श्रूयते. अस्तु, तर्हि तत्र अस्तु किञ्चित् प्रतीक्षां कुर्मः. आगच्छति वा? नमस्कारः महोदय, श्रूयते महोदय इदानीं? हा, इदानीं श्रूयते, इदानीं सम्यक् अस्ति, सम्यक् अस्ति महोदय. अस्तु, नमस्कारः. तत्र उभयोः पक्षिणोः मनसि इति, उभयोः पक्षिणोः मनसि घट कपालयोः संयोगापत्तेः कृतत्वं किमर्थम् इति चेत्, घटकपालयोः विभागो विभागः न जायते इति प्रसिद्धं सामान्य अनुभवः. तयोः नित्यसम्बन्धः, ययोः विभागः न सम्भवति तयोः संयोगः अपि न जायते. तस्मात् उच्यते घटः समवायसम्बन्धेन कपाले न तु संयोगसम्बन्धेन निगमने घटकपालयोः संयोगापत्तिः कृतत्वात्. उभयोः पक्षिणोः मनसि घटकपालयोः संयोगापत्तेः कृतत्वं किमर्थं? कृतत्वम् इत्युक्ते अङ्गीकारः महोदय, नाम ते अङ्गीकारः, अङ्गीकारः नाम तत्र संयोग आपत्तिः, नाम संयोग भवति तत्र संयोग आपत्तेः कृतत्वात्, नाम संयोगः तयोः मध्ये न भवति, घटकपालयोः संयोगः न भवति इति ते अङ्गीकुर्वन्ति. किमर्थं ते अङ्गीकुर्वन्ति चेत्, घटकपालयोः विभागः न जायते, घटकपालयोः विभागः न अस्ति, तत्तु वयम् अवगन्तुं शक्नुमः. तत्र अवयव अवयवी अस्ति, अवयव अवयविनोः तत्र समवायसम्बन्धः अस्ति, संयोगसम्बन्धः नास्ति. हस्तपुस्तकयोः संयोगसम्बन्धः जायते, हस्तशरीरयोः समवायसम्बन्धः अस्ति. हा, उत्तमम् उत्तमम् उदाहरणं महोदय. अस्तु, समीचीनम्. अग्रे तयोः नित्यसम्बन्धः, तयोः नित्यसम्बन्धः, ययोः विभागः न सम्भवति तयोः संयोगः अपि न भवति, अतः घटकपालयोः विभागः न भवति, अतः तत्र संयोगः अपि न जायते. तस्मात् उच्यते घटः समवायसम्बन्धेन कपाले न तु संयोगसम्बन्धेन. घटः घटः कपाले समवायसम्बन्धने अस्ति न तु संयोगसम्बन्धने. गमने घट कपालयोः संयोगापत्तिः कृप्तत्वात् इति निगमने नाम तत्र अन्ततो गत्वा किं भवति तत्र आहत्य घटकपालयोः संयोग आपत्तिः क्लुप्तत्वात् नाम तद्भवति नाम अतः तत्र यदि कपाल अवधिकपृथक्त्वम् इति स्वीकुर्मश्चेत् तत्र घटकपालयोः संयोगः आपतति किन्तु तत् समीचीनं नास्ति अतः कपाल अवधिकपृथक्त्वं न अङ्गीकर्तुं शक्नुमः इति अस्ति समीचीनं धन्यवादः महोदय समीचीनं धन्यवादः महोदय धन्यवादः अस्तु इदानीम् अग्रे नीता भगिनी अग्रे पठति वा तर्हि अग्रे गत्वा किं वारणीयं घटकपालयोः युतसिद्धत्वं वारणीयं तदर्थं किं कर्तव्यं कपालावधिकपृथक्त्वं घटे नास्ति घटावधिकपृथक्त्वं कपाले नास्ति इति अवश्यं स्वीकर्तव्यम् अधुना इदं वक्तुं शक्यते वा कपालावधिकभेदः घटे नास्ति इति वर्णयितुं शक्यते वा न वर्णयितुं शक्यते किल घटः कपालात् भिन्नः इति इदानीं वैलक्षण्यं सम्पन्नम् अत्र प्रथमे पूर्वस्मिन् परिच्छेदे तत् समस्या का इति वयं दृष्टवन्तः तत्र विभागः न जायते घटकपालयोः यतोहि तत्र अवयव अवयविनः सम्बन्धः वर्तते तर्हि अग्रे गत्वा किं वारणीयं तत्र किं वारणीयं नाम तत्र समस्या वारणीयं नाम कस्य परिहारः कर्तव्यः अग्रे गत्वा कस्य परिहारः तत् घटकपालयोः युतसिद्धत्वं वारणीयम् इत्युक्ते तत्र घटकपालयुतसिद्धत्वं तत्र अस्ति तत् वयं पृष्टवन्तः युतसिद्धत्वम् इत्युक्ते तत्र आश्रयः भिन्न तत्र भिन्न आश्रयत्वं घटकपालयोः भिन्न आश्रयत्वं तत् वारणीयं तस्य परिहारं करणीयं तत्र युतसिद्धत्वं न भवेत् यतोहि यदि युतसिद्धत्वं स्वीकुर्मश्चेत् तदा किं भवति संयोगस्य संयोग आपत्तिः नाम घटकपालयोः संयोगः भवति इति आगच्छति अतः युतसिद्धत्वं मास्तु इति अतः युतसिद्धत्वं वारणीयं युतसिद्धत्वं मास्तु इति चेत् किं करणीयम् अस्माभिः तर्हि तदर्थं युतसिद्धत्वं न भवेत् युतसिद्धत्वं नास्ति तदर्थं किं कर्तव्यं तदर्थं तत्र दत्तमस्ति कपाल अवधिकपृथक्त्वं घटे नास्ति घटावधिकपृथक्त्वं कपाले नास्ति इति अवश्यं स्वीकर्तव्यं यदा वयं चिन्तयामः तत् युतसिद्धत्वं वारणीयम् इति तदा अग्रिमे एतत् चिन्तनं भवति कपाल अवधिकपृथक्त्वं घटे नास्ति घटावधिकपृथक्त्वं कपाले नास्ति इत्युक्ते तत्र परस्परयोः पृथक्त्वं नास्ति इति चिन्तनं भवितुम् अर्हति इति अवश्यं स्वीकर्तव्यं किमर्थं वयं दृष्टवन्तः खलु युतसिद्धत्वं यदा युतसिद्धत्वम् अस्ति तदा एव संयोगः आगच्छति यदि तत्र वयं दृष्टवन्तः तत्र पूर्वस्मिन् परिच्छेदे यदा तत्र कपालावधिकपृथक्त्वं घटे स्वीकृतं तदा तुल्ययुक्त्या घटावधिकपृथक्त्वं कपाले अपि भवति इति अतः यदि वयं तत्र परस्पर अवधिकपृथक्त्वे स्तः इति अङ्गीकुर्मः तर्हि युतसिद्धत्वम् आगच्छति तस्य आपत्तिः युतसिद्धत्वस्य आपत्तिः अस्ति इति चेत् तेन संयोगस्य आपत्तिः अतः एतस्य वारणम् आवश्यकं तस्य वारणार्थं यत् स्वीकृतं तत्र नास्ति इति स्वीकरणीयम् इदानीं खलु. कपाल अवधिकपृथक्त्वं घटे नास्ति, घटावधिकपृथक्त्वं कपाले नास्ति इति स्वीकरणम्. इत्युक्ते तत्र एकपदार्थ द्वितीयात् पृथक्, तथैव द्वितीयपदार्थ अपि प्रथमात् पृथक् भवेत्, तेन द्वयोः मध्ये संयोगः, संयोगस्य आपत्ति, संयोगापत्ति तथा मनसि तत् वारणार्थं मनसि भवेत्, तत्र अवधिकत्वं नास्ति. इत्युक्ते कपाला परस्पर अवधिकत्वं नास्ति इति स्वीकरणं भवेत् खलु. खलु, यतोहि परस्पर अवधिकत्वम् अस्ति इति स्वीकुर्मश्चेत् युतसिद्धत्वम् आगच्छति. आम् युतसिद्धत्वम् आगच्छति चेत् संयोग आगच्छति, किन्तु संयोगः समीचीनं नास्ति, तयोः मध्ये केवलं समवायः. अतः किं स्वीकर्तव्यमस्ति तत्र? परस्पर अवधि इत्युक्ते कपालावधिकत्वं पृथक्, कपालावधिकपृथक्त्वं घटे नास्ति, घटावधिकपृथक्त्वं कपाले नास्ति इति स्वीकर्तव्यम् इति स्वीकर्तव्यम्. अस्तु, हा समीचीनम् अस्तु. परन्तु तत् वक्तुं न शक्यते, तत् न योग्यम्. अधुना इदं वक्तुं शक्यते वा? न इदानीम् एतावत् कपालावधिकपृथक्त्वं घटे नास्ति, घटावधिकपृथक्त्वं कपाले नास्ति इति अवश्यं स्वीकर्तव्यं खलु. यदि तद् न स्वीकुर्मः, तस्य अङ्गीकारः नास्ति चेत् संयोगः, तयोः मध्ये संयोगः भवति इति आपतति, तद् समीचीनं नास्ति. अतः स्वीकर्तव्यम् एव, तत्र एतावत् यत् लिखितं तत् स्वीकरण, तस्य स्वीकारः अवश्यं भवेत्. अस्तु अस्तु, इदानीम् अग्रे नूतनविषय. इदानीम् अधुना इदं वक्तुं शक्यते वा? इदं नाम यत् अग्रे उक्तं तद् वक्तुं शक्यते, हा न पूर्वम् उक्तं न, अग्रे यद् अस्ति तद् वक्तुं शक्यते वा? अग्रे यत् दत्तमस्ति तत् वक्तुं शक्यते वा इति प्रश्ने सति, तत्र कपालावधिकभेदः घटे नास्ति इति वर्णयितुं शक्यते वा? कपालावधिकभेदः घटे नास्ति, कपाल अवधि भवेत्, घट आश्रयत्वं तत्र घटाश्रयत्वं तत्र पृथक्त्वे, पृथक्त्वं घटाश्रयत्वं तत्र अस्ति, कपालः इति अवधि. इदानीं तत्र पृथक्त्वम् इति विषयः नास्ति, अत्र भेदः इति आश्रयः, अवधि इति कपालः. घटा घटः कपालात् भिन्नः इति, तर्हि भेदः, तर्हि कपालावधिकभेदः इत्युक्ते कीदृशभेदः? कपाल इति अवधिरूपेण आगच्छति, तत्र पञ्चमी आगच्छति, घटः कपालात् भिन्नः इति भवति. तर्हि कपालावधिकभेदः नाम कपालभेदः एव खलु, नाम कपालात् कपालात् भिन्नः, यस्य भेदस्य प्रतियोगी कपालः अस्ति खलु. परन्तु कपालावधिकभेदः घटे नास्ति इति सत्यं वा? तत् न भवति इति न वक्तुं शक्नुमः. घटः कपालात् भिन्न, कपालावधिकभेदः घटे वर्तते इति न वक्तुं शक्नुमः इति न वर्णयति. पुनः एकवारं भगिनि, किं न वक्तुं शक्नुमः? कपालावधिकभेदः घटे नास्ति इति वर्णयितुं शक्यते वा? इत्युक्ते तत्र घटः कपालात् भिन्नः नास्ति इति न वक्तुं शक्नुमः. घटः कपालात् भिन्नः नास्ति इति वर्णयितुं समीचीनं वा? नास्ति, घटः कपालात् भिन्नः अस्ति अथवा घटः कपालात् भिन्नः नास्ति? घटः कपालात् भिन्नः नास्ति. कथं घटः कपालात् भिन्नः? तत्र अवयव अवयविनः सम्बन्धः अस्ति घटकपालयोः, तथा घटः कपालात् भिन्न इति वक्तुं न शक्नुमः. तत्र पृथक् इति पृथक् इति अन्या वार्ता, भेदः इति अन्या वार्ता खलु. आम् आम्, अत्र भेदः नाम घटः कपालः अस्ति वा? घटः कपालः नास्ति. तर्हि घटः कपालः न, नाम घटः कपालः भिन्नः भेदः इति विविधः इति अन्योन्य अभावः खलु आमामाम् आं भेदः इति सत्यं हा घटः कपालात् भिन्नः तु अस्ति एव तत्र भेदः अस्ति भेदः वर्तते एव हा तर्हि अपि तत्र कपालात् भिन्नः इत्युक्ते तत्र कपालः एव तत्र प्रतियोगी अस्ति नाम अन्योन्य अभावः अस्ति भेदः नाम अन्योन्य अभावः अत्र अन्योन्य अभावः भेदः इति अस्ति अस्ति चेत् तत्र प्रतियोगी कः इति प्रश्नः भवति तत्र प्रतियोगी तु कपालः एव यतोहि तत्र नाम कस् तत्र अभावः नाम कस्य अभावः तत्र कपालस्य अभावः एव विषयः खलु तर्हि कपालः एव तत्र प्रतियोगी भवति अपि प्रतियोगी एव तत्र अवधिः भवति खलु अन्य कोऽपि नास्ति अवधिः वेदस्य एक अवधिकत्वम् एक अवधिः एव अस्ति नाम प्रतियोगी एव अवधिः इति वयं पूर्वं ज्ञातवन्तः खलु पुनः एकवारम् एकवारं वदामि तत्र कपालावधिकभेदः घटे नास्ति इति वर्णयितुं शक्यते वा तत्र घटः अत्र भेदस्य विषयः घटः कपालात् भिन्नः घटः कपालात् भिन्न एव अस्ति यतोहि तत्र भेद इत्युक्ते अन्योन्य अभाव अन्योन्य अभावस्य प्रतियोगी कपालः एव तत्र घटः कपालात् भिन्न इत्युक्ते घट घटस्य आनयेन एव तत्र अन्योन्य अभावः नश्यति एवम् न न भगिनि अत्र न तत्र अन्योन्य अभावः इति भिन्नः तत्र अत्यन्तः अभावः तत्र अत्र घटः नास्ति इति अथवा कपालः अत्र नास्ति इति अत्यन्तः अभावः नाम इदानीं नास्ति इदानीं कपालः आनयामः कपालम् आनयामः अस्तु इदानीं कपालः अस्ति तत्र कपाल अभावः नास्ति किन्तु अन्योन्य अभावः तत्र नित्यः नाम तस्य नाशः न भवति नाम अतः तत्र केवलं प्रतियोगी कः इति एव वर्णनं नाम तत्र घटः कपालः न इति अस्ति चेत् घटः कः नास्ति कपालः नास्ति नाम कपालात् भिन्नः अस्ति घटः तर्हि घटः कीदृशः भिन्नः कस्मात् भिन्नः कपालात् भिन्नः इति वर्णयामश्चेत् तदा कपाल अवधिकभेदः घटे अस्ति इति आगच्छति घटे भेदः वर्तते नाम अन्योन्याभावः अस्ति अन्योन्याभावस्य प्रतियोगी अस्ति कपालः तर्हि प्रतियोगी एव अवधिः भवति अतः कपाल अवधिकभेदः घटे अस्ति यतोहि घटः कपालः न अतः इदानीं घटः घटः कपालात् भिन्नः इति इदानीं वैलक्षण्यं सम्पन्नम् हा इदानीम् अस्तु तर्हि इदानीं पश्यामः तत्र किं वैलक्षण्यं सम्पन्नम् इति तत्र तर्हि भवती इदानीम् अङ्गीकरोति वा नाम तत्र कपालावधिकभेदः घटे अस्ति इति कपालावधिकभेदः घटे अस्ति अस्ति खलु कपालावधिकभेदः घटे अस्ति वर्तते अस्ति वर्तते खलु यतोहि घटः कपालात् भिन्नः खलु एव अस्तु अतः घटे घटे कपालावधिकभेदः अस्ति अस्ति घटे कपालावधिकभेदः अस्ति किन्तु घटे कपालावधिकपृथक्त्वं नास्ति आमां घटे कपालावधिकभेदः अस्ति परन्तु घटे कपालावधिकपृथक्त्वं नास्ति इत्युक्ते तत्र घटः कपालात् भिन्नः इति अस्ति परन्तु घटः कपालात् पृथक् इति हा अतः इदानीं वैलक्षण्यं नाम पृथक्त्वम् अपि भेदः तयोः मध्ये वैलक्षण्यं सम्पन्नं सम्पादितम् आगतं खलु. अतः तत्र एकम् आपादनं तस्य समाधानं प्राप्तं, नाम घटे कपालावधिकपृथक्त्वं नास्ति किन्तु कपालावधिकभेदः तु घटे वर्तते इति. अस्तु एतावत्. अस्तु समीचीनं भगिनी, धन्यवादः. अस्तु अग्रे सरामः. तर्हि अग्रे तत्र चन्द्रमती भगिनी किञ्चित् पठति वा? महोदय, आपादनस्य वारणं कियते? इत्थञ्च इत्थञ्च मानाभावात् इति एकम् आपादनं यदि तथापि पर्यन्तं वाक्यं नाम इत्थञ्च मानाभावात् इति एकम् आपादनम् इत्थं च मानाभावात् इति एकम् आपादनं यदि तथापि पृथक्त्वस्य नियतावधिकत्वं स्वीकृतं तर्हि अपरम् आपादनम्. अग्रे अस्य द्वितीयस्य आपादनस्य वारणं क्रियते एवं तदनुरोधन एव एवं तदनुरोधेन एव तस्य पृथक्त्वस्य भेदरूपता वार्यते. ततः अग्रे द्वितीय आपादनस्य वारणार्थं सिद्धान्तिना उच्यते वक्ष्यमाणविभागस्य द्रव्योत्पत्ति. चन्द्रमती भगिनी, तत्र इदानीं केवलम् एतावत् वदतु भगिनी, वार्यते इति तावत् पर्यन्तं वदतु. इत्थं च मानाभावात् इति एकम् आपादनम् नाम प्रथम आपादनं नाम तत्र नियतावधिकत्वम् अस्ति चेत् तत्र किमस्ति प्रथम आपादनं नियतावधिकत्वम् अस्ति चेत् तत्र गुणः न भवितुम् अर्हति, भेदः एव इति खलु. इदानीं तत्र अग्रे द्वितीय आपादनं कीदृशम् इति अग्रे भवति यदि तथापि. यदि तथापि पृथक्त्वस्य नियतावधिकत्वं स्वीकृतं तर्हि अपरम् आपादनं वयं पृथक्त्वस्य नियतावधिकत्वं स्वीकरोति चेत् तद् द्वितीय आपादनं भवति. अग्रे अस्य द्वितीयस्य आपादनस्य वारणं क्रियते अग्रे एतत् वारणाय दत्तम् अस्ति. एवं तदनुरोधेन एव तस्य पृथक्त्वस्य भेदरूपता वार्यते. तद् अनुरोधनम् इत्युक्ते निवारणं वा तदनुरोधेन द्वितीयस्य आपादनस्य अनुरोधेन वा नाम तत्र तस्य अनुरोधेन तद् यदा भवति तेन नाम तत्र वारणं भवति तेन अहवारणमपि करोति नास्ति अस्ति वा इति आगच्छति. अस्तु अतः तत्र इदानीं तत्र एतावत् प्रथम आपादनस्य विषये बहु किमपि चर्चितम्, इदानीं तत्र द्वितीय आपादनस्य विषयः अग्रे आयाति. समीचीनं भगिनि. अस्तु अग्रे तर्हि मृणाली भगिनी अग्रे पठति वा? ततः अग्रे द्वितीयापादनस्य वारणार्थं सिद्धान्तिना उच्यते वक्षमाणविभागस्य द्रव्योत्पत्ति द्वितीयादिक्षणेषु जायमानस्यापि न निखिलावधिकत्वं किन्तु स्वनाश्य संयोगाश्रय अवधिकत्वमेव हि नियमेन स्वीक्रियते. अत्र किमर्थं निखिलावधिकत्वम् उक्तं? पूर्वपक्षिणः आपादने निखिलावधिकत्वम् इति विचारः एव न आगतः. तर्हि निखिलावधिकत्वस्य वारणस्य का आवश्यकता? अतः अग्रे द्वितीयसिद्धान्तिना उच्यते वक्षमाणविभागस्य द्वितीयोत्पत्ति द्वितीयादिक्षणेषु जायमानस्यापि न निखिलावधिकत्वम् किन्तु भगिनि नाम इदानीं तत्र यदि विद्याधरी पुस्तकं पश्यामः तत्र पेज् 98 हा तत्र अन्तिमपरिच्छेदः यदि सर्वे तत्र पश्यन्ति चेत् तत्र उक्तमस्ति नाम एतत् प्रायशः मम पार्श्वे अत्रापि कुत्रापि स्थापितमस्ति वा एकनिमिषं पश्यामि. हा हा हा अत्र पश्यतु तत्र नाम पुस्तके एतदेव विद्याधरी पुस्तकात् स्वीकृतं तर्हि तत्र एतदेव नाम न च गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्ति द्वितीयक्षणे जायमानस्य नेतावधिकत्वे मानाभावात् प्रथमापादनं भूतलावधिकत्वस्य इव कपालावधिकत्वस्यापि आवश्यकत्वात् तद्दोष तादवस्थ्यं वाच्यं किन्तु न च वाच्यम् इति तत् तस्य अनन्तरं वक्ष्यमाणविभागस्य एतत् सर्वम् अस्ति खलु हा तदेव अत्र दत्तमस्ति नाम विद्याधरी पुस्तके यत् अस्ति तदेव अत्र दत्तमस्ति तावदेव. इदानीं तस्य अर्थः कः इति एतत् सर्वं पश्यामः किन्तु तत्र इदं कुत्र स्मः क्षम्यताम् अहं बहु किमपि अग्रे गतवान् इति हा हा अत्र अत्र स्मः ततः अग्रे इति हा ततः अग्रे ततः अग्रे द्वितीय आपादनस्य वारणार्थं सिद्धान्तिना उच्यते वक्षमाणविभागस्य द्रव्योत्पत्ति द्वितीयादिक्षणेषु जायमानस्यापि न निखिलावधिकत्वं किन्तु स्वनाश्य संयोगाश्रय अवधिकत्वमेव हि नियमेन स्वीक्रियते. हा इदानीं केवलं वाक्यमस्ति तस्य अर्थः अग्रे आगच्छति किन्तु अत्र अत्र किमर्थं निखिलावधिकत्वम् उक्तम् इति प्रश्नः नाम तत्र पूर्वपक्षिणः आपादने निखिलावधिकत्वम् इति नासीत् खलु अतः तत्र किमर्थं सिद्धान्तिना तत्र सिद्धान्तिनः उत्तरे किमर्थं निखिलावधिकत्वम् इति विषयः अस्ति खलु इति प्रश्नः. पूर्वपक्षिणः आपादने निखिलावधिकत्वम् इति विचारः एव न आगतः खलु नाम तत्र यदि परिच्छेदं पश्यामः तत्र यत् पूर्वपक्षी उक्तवान् आपादनद्वयं पश्यामः तत्र निखिलावधिकत्वम् इति कुत्रापि न उक्तं खलु खलु नाम तत्र वयं दृष्टवन्तः तत्र हा तत्र गुणरूप तत्र एतादृशम् अस्ति तदेव अस्ति खलु गुणरूपस्य तस्य रूपादिवत् मुक्तोत्पत्ति द्वितीयक्षणे एतत् सर्वम् अस्ति तत्र कुत्रापि निखिलावधिकत्वम् इति विषयः नास्ति तर्हि किमर्थं नाम तत्र सिद्धान्ति निखिलावधिकत्वस्य विषयः उद्घाटितवान् नाम किमर्थं तस् तद् उक्तवान् तर्हि तर्हि निखिलावधिकत्वस्य वारणस्य का आवश्यकता हा नाम तत्र निखिलावधिकत्वम् इति उक्तवान् अपि तस्य वारणं सर्वं करणी भवति इति किमर्थम् एतत् सर्वं सिद्धान्ति उक्तवान् इति प्रश्नः नाम उत्तरे अनेके अंशाः सन्ति ते किमर्थम् उत्तरे आगच्छन्ति इति प्रश्नः नाम सरलरूपेण उत्तरं भवितुम् अर्हति खलु किमर्थम् एतत् सर्वम् उक्तम् इति अतः अग्रे तस्य उत्तरं किमस्ति तस्य अवगमनं कथम् अपि किमर्थं निखिलावधिकत्वं तत्र स्थापितं प्रथमतया निखिलावधिकत्वं किमर्थं तत्र स्थापितम् इति तस्य समाधानं भवति अस्तु धन्यवादः भगिनि हा अस्तु तर्हि नरसिंहगिरि महोदय अग्रे पठति वा आम् महोदय वस्तुतः द्वितीयम् आपादनं यत् पूर्वपक्षिणा चिन्तितं भूतलावधिकत्वस्य एव कपालावधिकत्वस्य अपि इति कदा वक्तुं शक्यते यदा पृथक्त्वस्य निखिलावधिकत्वं स्वीक्रियते तदा एव इदं वर्णयितुं शक्यते अमुं दोषं नाम यथा भूतलावधिकत्वं तथा कपालावधिकत्वमपि अवश्यं वक्तव्यम् इति कदा वर्णयितुं शक्यते घटे घटं विहाय ये पदार्थाः तदवधिकतं पृथक्त्वम् अस्ति चेदेव तादृशम् आपादनं भवति इदमेव निखिलावधिकत्वम् अत्र निखिलावधिकत्वं द्वितीय आपादनमस्ति यत् भूतलावधिकत्वस्य कपालावधिकत्वस्यपि आवश्यकत्वात् इति इदानीम् इति कदा वक्तुं शक्यते इति प्रश्नः एतत् तदा वक्तुं शक्यते यदा पृथक्त्वस्य निखिलावधिकत्वं स्वीक्रियते कपाले निखिलावधिकत्वं भवति चेदेव एतत् वक्तुं शक्नुमः वयं भूतलावधिकत्वस्य वा कपालावधिकत्वस्य अपि भवति कपालावधिकत्वमपि भवति इति निखिलावधिकत्वम् इति किम् इति चेत् तत्र पुनः अस्ति नाम यदा भूतलावधिकत्वं तदा कपालावधिकत्वम् अपि आवश्यकं वक्तव्यम् इति कदा वर्णयितुं शक्यते पुनः तदेव प्रश्नः तत्र निखिलावधिकत्वम् इति किम् इति घटं विहाय ये पदार्थाः तदा तत् अवधिकं पृथक्त्वम् अस्ति चेदेव तादृशम् आपादनं भवति यथा तत्र भेदविषये भवति तदा पृथक्त्वविषये अपि तदा एव तादृशमेव भवति चेदेव वक्तुं शक्नुमः घटे घटं विहाय सर्व अवधिकं भवति चेदेव वयं तादृशं वक्तुं शक्नुमः घटे घटं विहाय सर्वं भवति चेत् तत् निखिलावधिकतम् इति उच्यते इति अस्ति तर्हि तत्र किञ्चित् पुनः वदति वा महोदय तादृशं न भवति किमर्थम् इत्युक्ते किन्तु तत्र किमर्थं निखिलावधिकत्वम् अत्र अस्ति किमर्थं तत्र सिद्धान्ती निखिलावधिकत्वम् इति विषयः तत्र स्थापितवान् उत्तरे नाम निखिलावधिकत्वं पृथक्त्वस्य अस्ति न वा इति प्रश्नः नास्ति किन्तु किमर्थं तत्र सिद्धान्ति निखिलावधिकत्वस्य विचारः तत्र स्थापितवान् नाम तत्र किमर्थम् आगतः सः विषयः अत्र द्वितीयापादस्य उत्तरार्थं तद् आगतं तत्र द्वितीयापादनं यस्य अस्ति कपाल भूतलावधिकत्वस्य कपालावधिकत्व उत्तरार्थम् इति न किन्तु नाम यदि कोऽपि तत्र पूर्वपक्षी किम् उक्तवान् भूतल अवधिकत्वस्य इव कपाल अवधिकत्वं स्यापि इति उक्तवान् खलु तर्हि तत्र पदार्थस्य अवधिकम् इति एकः अपि अविधः अवधिः भवति खलु भेदस्य एकः एव अवधिः किन्तु अत्र पूर्वपक्षी किं चिन्तयति ओ तत्र नियतावधिकत्वम् अस्ति वा, नियतावधिकत्वं पृथक्त्वस्य अस्ति चेत् तत्र निखिलावधिकत्वम् अपि भवेत् खलु. नाम यदि एषः भूतलम् अवधिरूपेण स्वीकर्तुं शक्यते चेत् सर्वम् अवधिरूपेण स्वीकर्तुं शक्नुमः खलु इति प्रश्नः. नाम तस्य मनसि, पूर्वपक्षिणः मनसि पृथक्त्वस्य निखिलावधिकत्वं स्यात् इति चेद् एव सः पूर्वपक्षी एतादृशं प्रश्नं वदति. यदि पूर्वपक्षिणः मनसि पृथक्त्वस्य निखिलावधिकत्वम् इति विषयः न उद्भवति तदा सः एतादृशप्रश्नः न वदति. नाम तत्र ओ एतत् अवधिः अस्ति तर्हि तत्र किमर्थम् एतत् अपि अवधिरूपेण न स्वीकर्तुं शक्नोति, नाम तत्र निखिलावधिकत्वम् अस्ति खलु इति. अतः तत्र पूर्वपक्षिणः मनसि पृथक्त्वस्य नीतावधिकत्वम् अस्ति इति कृत्वा तस्य पृथक्त्वस्य निखिलावधिकत्वम् अपि भवेत्. निखिलावधिकत्वं भवति चेत् तर्हि तत्र कपालावधिकत्वम् अपि भवति खलु इति सः पृच्छति. तदा एव एतत् प्रष्टुं शक्नुमः खलु. यदि वयं तत्र ओ एतत् अस्ति न वा इति सम्यक्रीत्या न जानीमः तदा ओ तद् भवति खलु इति तत्र न वक्तुं शक्नुमः. अतः तत्र तस्य मनसि निखिलावधिकत्वं भवेत् इति मनसि अस्ति. अतः एव तत्र सिद्धान्ते निखिलावधिकत्वम् इति तस्य तत् अन्तर्भूतः आसीत्. नाम सिद्धान्तिनां मनसि अथवा प्रश्ने निखिलावधिकत्वम् इति विषयः अन्तर्भूतः आसीत्. तत्र सिद्धान्ति एषः विषयः भवतः प्रश्ने अस्ति इति तत्र तस्य प्रदर्शनं कृतवान् उत्तररूपेण उत्तरे. किन्तु विषयः तु प्रश्ने एव आसीत्. समीचीनं वा? तदेव तत्र अत्र आशयः अस्मिन् परिच्छेदे सः एव आशयः. नाम पूर्वपक्षी कदा, अतः तत्र यत् पूर्वपक्षिणा चिन्तितं तद् कदा वक्तुं शक्यते यदा पृथक्त्वस्य निखिलावधिकत्वं स्वीक्रियते तदा एव इदं वर्णयितुं शक्यते. नाम पूर्वपक्षिणः तत्र स्वीकारः अस्ति नाम पृथक्त्वस्य निखिलावधिकत्वम् इति विषये. हा अतः तदस्ति इति कृत्वा सः एतादृशं पृच्छति. हा अतः निखिलावधिकत्वम् इति तत्र दोषः भवति. हा इति अग्रे अस्ति अपि यथा भवान् उक्तवान् तत्र निखिलावधिकत्वं नाम घटे घटं विहाय सर्वे पदार्थाः अवधिरूपेण स्वीकर्तुं शक्नुमः. नाम पृथक्त्वस्य अवधिरूपेण स्वीकर्तुं शक्नुमः तदा एव तत्र निखिलावधिकत्वं भवति. तदा एव एतादृशम् आपादनं कर्तुं शक्नुमः यदि निखिलावधिकत्वं स्वीकुर्मश्चेत् इति. अस्तु, अत्र कोऽपि प्रश्नः नाम अत्र एतावत् अत्र किमस्ति नाम पूर्वपक्षिणः मनसि पृथक्त्वस्य निखिलावधिकत्वम् अस्ति इति चिन्तनम्. अस्तु अस्तु, अग्रे अग्रे श्राम. धन्यवादः महोदय. अग्रे अस्तु महोदय. अधुना पूर्वमेव अस्माभिः उक्तं यत् विश्वे निखिलावधिकत्वं नास्ति कस्यापि, किन्तु तत् स्वीकृत्य एव किल पूर्वपक्षिणा दोषः आपादनीयः? भूतल अवधिकत्वस्य इव कपाल अवधिकत्वस्यापि आवश्यकत्वम् अनेन पूर्वपक्षिणा आपाद्यते यत् अस्तु, यदि पृथक्त्वस्य गुणरूपेण नियतावधिकत्वं स्वीकुर्मः तर्हि तस्य तस्मिन् क्षेत्रे किमपि नियामकं नोक्तम्, अतः भूतलावधिकत्वस्य इव कपाल अवधिकत्वस्यापि आवश्यकत्वात् घटकपालयोः परस्पर अवधिकपृथक्त्वं स्यात्, नाम पृथक्त्वस्य नियतावधिकत्वम् इति स्वीकुर्मः चेत् तस्य निखिलावधिकत्वम् अपि भवतु, यतोहि तदानीं किल वक्तुं शक्यते यत् भूतलावधिकत्वस्य इव कपालावधिकत्वस्यापि, तथा तादृशं वर्णयितुं शक्यते यथा पृथक्त्वस्य निखिलावधिकत्वं वर्तेत. अधुना पूर्वमेव अस्माभिः उक्तं यत् पिष्पे निखिलावधिकत्वं नास्ति, कस्यापि निखिलावधिकत्वं नास्ति इति वयं पूर्वं दृष्टवन्तः. ई परमाणुस्थले अपि वयं दृष्टवन्तः निखिलावधिकत्वं नास्ति इति. किन्तु तत् स्वीकृत्य एव किल पूर्वपक्षिणा दोषः आपादनीयः. पूर्वपक्षिणः वाक्यमस्ति भूतल अवधिकत्वस्य इव कपाल अवधिकत्वस्यापि आवश्यकत्वम् इति. अनेन पूर्वपक्षिणा आपाद्यते यत् अस्तु, यदि पृथक्त्वस्य गुणरूपेण नियतावधिकत्वं स्वीकुर्मः, पूर्वपक्षिणा चिन्तितं यदि पृथक्त्वस्य गुणरूपेण नियतावधिकत्वं स्वीकुर्मः, नियतावधिकत्वम् अवधिः नियमेन अवधिः स्वीकुर्मः अपि गुणः इति अपि स्वीकुर्मः पृथक्त्वस्य गुणम् इति स्वीकुर्मः, अपि च नियतावधिकत्वम् अपि स्वीकुर्मः पृथक्त्वस्य स्थले, तर्हि तस्य तस्मिन् क्षेत्रे किमपि नियामकं नोक्तं, तर्हि तस्य पृथक्त्वस्य तस्मिन् क्षेत्रे किमपि नियामकं न उक्तम्. नियामकं न उक्तं नाम तस्मिन् क्षेत्रे किमपि नियामकं न उक्तं नाम अवधिकत्वं कुत्र कुत्र भवति, तत्र अवधिकत्वं तस्य क्षेत्रे नियमः नाम एतद् अवधिः, एषः अवधिः भवतु किन्तु एषः अवधिः न भवति इति तादृशं किमपि न उक्तं नाम तत्र नियमः, तत्र अवधिः भवति इति एव नियमेन अवधिः भवति इति उक्तं तावदेव, किन्तु एषः अवधिः रूपेण न भवति, एतद् अवधिरूपेण न भवति, एतत् सर्वं न उक्तं खलु. परन्तु वयं दृष्टवन्तः खलु महोदय, पृथक्त्वस्य स्थले अनेक अवधिः भगिनि नाम तत्र एतत् सर्वं वयं करपत्रे पठितवन्तः. इदानीं पूर्वपक्षिणा मनसि किम् अस्ति, सिद्धान्तिना मनसि, अतः तत्र यत् वयम् अवगच्छामः तद् भिन्नमस्ति, यद् सः वदति नियामकम् इति उक्तवान् सिद्धान्तिनम् उद्दिश्य वदति, अस्तु नियामकं तत्र पृथक्त्वम् इति तस्य नियतावधिकत्वम् अस्ति, नियमेन अवधिकत्वम् इति उक्तवान्, किन्तु अवधिक्षेत्रम् एतद् एव अस्ति इति तत्र किमपि न उक्तम् अवधिक्षेत्रं केवलम् एतद् अस्ति, अवधिसमुदायः कीदृशः इति न उक्तवान् कीदृशः न उक्तवान् चेत् सर्वम् अवधिसमुदाये भवेत् अवधिकत्वं भवेत्. अस्तु, अतः भूतल अवधिकत्वस्य इव कपाल अवधिकत्वस्यापि आवश्यकत्वात् घटकपालयोः परस्पर अवधिकपृथक्त्वं स्यात्. नियामक अवधिसमुदायं न उक्तम् इत्यनेन एव पूर्वपक्षिणा चिन्तयति भूतल अवधिकत्वस्य इव कपाल अवधिकत्वस्यापि भवेत् अपि इति. यदि सिद्धान्तं तत्र अवधिसमुदाये कपालः नास्ति, एतत् नास्ति इति उक्तवान् चेत् समीचीनं, किन्तु केवलं नियतावधिकत्वम् अस्ति इति एव उक्तवान्, तर्हि अवधिसमुदाये सर्वं भवेत्, कपालः अपि अवधिसमुदाये भवेत् खलु. ओ अस्तु, अतः भूतल अवधिक भूतल अवधिकत्वस्य इव कपाल अवधिकत्वस्यापि आवश्यकत्वात् घटकपालयोः परस्पर अवधिकपृथक्त्वं स्यात् नाम तदेव पूर्वमपि वयं दृष्टवन्तः घटकपालयोः परस्पर अवधिकपृथक्त्वं स्यात् भवति भवति नाम पृथक्त्वस्य नियतावधिकत्वम् इति स्वीकुर्मः चेत् पृथक्त्वस्य नियतावधिकत्वम् इति स्वीकुर्मः चेत् तस्य निखिलावधिकत्वम् अपि भवतु इति तस्य चिन्तनं पूर्वपक्षिणः चिन्तनं यतोहि तदानीं किल वक्तुं शक्यते यत् भूतल अवधिकत्वस्य इव कपाल अवधिकत्वस्यापि तदा एव पूर्वपक्षिणा वक्तुं शक्यते भूतल अवधिकत्वस्य इव कपाल अवधिकत्वस्यापि तदा तादृशं वर्णयितुं शक्यते यथा पृथक्त्वस्य निखिलावधिकत्वं वर्तेत निखिलावधिकत्वं वर्तेत इत्यनेन एव पूर्वपक्षिणा वक्तुं शक्यते भूतलावधिकत्वस्य इव कपालावधिकत्वस्यापि इति अतः तत्र इदानीं तत्र तथा एव सिद्धान्तिनः उत्तररूपेण निखिलावधिकत्वम् इति विषयः अस्ति विषयः आगच्छति अतः एतावत् वयम् अस्माकं मनसि किम् आसीत् नाम अस्तु एषः प्रश्नः अस्ति नाम भूतलावधिकत्वस्य इव कपालावधिकस्यापि आवश्यकत्वात् आवश्यकम् अस्ति इति किन्तु केवलं तत्र ओ कस्य आवश्यकता इति दृष्टवन्तः किन्तु सः किमर्थम् एतादृशं पृष्टवान् नाम पूर्वपक्षिणमनसि किम् आसीत् इति तस्मिन् विषये अस्माकं बहु किमपि अवगमनं नासीत् इदानीं तत्र किञ्चित् अवगच्छामः अस्तु तस्य मनसि निखिलावधिकत्वं पृथक्त्वस्य नियतावधिकत्वम् अस्ति चेत् निखिलावधिकत्वम् अपि अस्ति इति सः चिन्तयति अतः एव एतादृशं पृष्टवान् इति अस्ति अतः अग्रे तर्हि तत्र योगेन्द्रमहोदय अस्ति वा गतवान् वा अस्तु अस्तु तर्हि तत्र नीता भगिनी अग्रे अस्य च नियतावधिकत्वम् अस्ति चेत् निखिलावधिकत्वम् अपि स्यात् इत्यस्य आपादानस्य निरासः क्रियते सिद्धान्तिना अग्रे विभागस्य उदाहरणं दत्त्वा पृथक्त्वस्य अनेकावधिकत्वं च प्रतिपादय अस्मात् सिद्धं भवति यत् यत्र यत्र नियतावधिकत्वं तत्र तत्र निखिलावधिकत्वम् इति आक्षेपः दोषपूर्णः अत्र यत् पूर्वस्मिन् परिच्छेदे तत्र अन्तिमे तत् यदा तत्र भूतलावधिकत्वस्य इव कपालावधिकत्वस्य अपि तदा तादृशं वर्णयितुं शक्यते यदा पृथक्त्वस्य निखिलावधिकत्वं वर्ते तत् पूर्वस्मिन् परिच्छेदे अन्तिमे तत् पृथक्त्वस्य निखिलावधिकत्वं वर्ते इति भूतलावधिकत्वस्य इव कपालावधिकत्वस्य अपि इति वर्णयितुं शक्नुमः यदा पृथक्त्वस्य निखिलावधिकत्वं वर्तेत् इति वर्तेत् नाम यदि निखिलावधिकत्वस्य स्वीकारः नाम पृथक्त्वस्य निखिलावधिकत्वम् अस्ति इति चिन्तनं यदा भवति तदा एव एतादृशं प्रष्टुं शक्नुमः अधुना अस्य च नियतावधिकत्वम् अस्ति चेत् निखिलावधिकत्वम् अपि स्यात् इदानीं तत्र तस्मात् इति वक्तुं शक्नुमः नियतावधिकत्वम् अस्ति चेत् निखिलावधिकत्वम् अपि स्यात् इत्यस्य आपादनस्य निरासः क्रियते यत् अपादनमस्ति नियतावधिकत्वम् अस्ति चेत् निखिलावधिकत्वम् अपि भवेत् इति तस्य निरासः सिद्धान्तिना कृतं दृश्यते अग्रे विभागस्य उदाहरणं दत्वा अग्रे उदाहरणानि सन्ति अग्रे एकम् उदाहरणमस्ति विभागस्य उदाहरणं तत् उदाहरणं नाम तत्र तत्र सिद्धान्तिना किं भवति सिद्धान्तिना सिद्धान्तिना निराशः क्रियते यत् अपादनं निराकरणं कृतं वर्तते तत्र निराकरणं कृतमस्ति भूतलावधिकत्वस्य इव कपालावधिकत्वस्य अपि इति तद् समीचीनं नास्ति किन्तु केन रूपेण तत्र किं रूपं स्वीकृत्य तत्र आपादनस्य निराकारः भवति तत्र नियतावधिकत्वम् अस्ति चेत् नियतावधिकत्वम् अपि स्यात् इति एतत् सत्यं नास्ति इति यदि प्रदर्शयति तदा भूतलावधिकत्वस्य अपि कपालावधिकत्वस्य आवश्यकता इति तद् समीचीनं नास्ति इति आगच्छति खलु यतोहि एतत् स्वीकुर्मश्चेत् एव एतस्य स्वीकारः अतः एतत् समीचीनं नास्ति इति चेत् एतदपि समीचीनं न भवति इति न भवति अतः तस्य वारणं कृतम् तस्य वारणं कृतं विभागस्य उदाहरणं दत्वा तत्र इदानीं तस्य निराशः उदाहरणं विभागस्य उदाहरणं स्वीकृत्य वारणं भवति तत्र विभागस्य उदाहरणं दत्वा वारणं यद् भवति तस्मिन् विषये पृथक्त्वस्य अनेक अवधिकत्वं च प्रतिपादय भवति विभागस्य उदाहरणम् अस्ति अपि पृथक्त्वस्य अनेक अवधिकत्वमपि अस्ति इति प्रदर्शनं पृथक्त्वस्य अनेक अवधिकत्वम् इति प्रदर्शयितुं तत्र विभागस्य उदाहरणं द्वयमपि अस्ति द्वयमपि कृत्वा निखिलावधिकत्वं भवति इति तत् सत्यं नास्ति नियतावधिकत्वं भवति किन्तु निखिलावधिकत्वं नास्ति इति प्रदर्शयति सिद्धान्ति इत्युक्ते तत्र नियतावधिकत्वम् अस्ति परन्तु निखिलावधिकत्वं नास्ति इत्युक्ते तत्र भूतलावधिकत्वस्य इव कपालावधिकत्वस्य अपि तत् नास्ति एतत् सर्वं इति सिद्धान्तिना प्रतिपादनं केन मार्गेण तत्र विभागस्य उदाहरणं तथैव पृथक्त्वस्य पृथक्त्वस्य कृते अनेकाः अवधयः सन्ति इति अस्मात् सिद्धं भवति यत् यत्र यत्र नियतावधिकत्वं तत्र तत्र निखिलावधिकत्वम् इति आक्षेपः दोषपूर्ण तत् नास्ति तत् नास्ति एव यत्र यत्र नियतावधिकत्वं तत्र तत्र निखिलावधिकत्वं नास्ति एव इति सत्यं नास्ति यत्र यत्र नियतावधिकत्वं तत्र तत्र निखिलावधिकत्वम् इति वाक्यं सत्यं नास्ति आक्षेपः अस्ति यत्र यत्र नियतावधिकत्वं तत्र तत्र निखिलावधिकं तत् आक्षेपः दोषपूर्णः अस्ति तत्र दोषः वर्तते इति अस्ति अतः तत्र तादृशं वदति चेत् नाम तत्र निखिलावधिकत्वम् अस्ति अतः एतद् अपि भवतु इति चेत् तदपि दोषपूर्णः एव अस्तु समीचीनं भगिनि अस्तु अग्रे तर्हि तत्र धन्यवादः भगिनि अस्तु अग्रे तत्र गृहन्नि भगिनि अग्रे पठति वा वक्ष्यमानविभागस्य द्रव्योत्पत्ति द्वितीयादिक्षणेषु जायमानस्यापि न निखिलावधिकत्वं किन्तु स्वनाश्यसंयोगाश्रयावधिकत्वमेव हि नियमेन स्वीक्रियते द्रव्योत्पत्ति द्वितीयक्षणे जायमानस्य विभागस्य न निखिलावधिकत्वं अपि तु स्वनाश्य संयोगाश्रयावधिकत्वमेव विभागः कुत्र जायते स्वेन नाश्यः यः संयोगः तदधिकरणे एव विभागः कुत्र जायते स्वेन नाश्यः यः संयोगः तदधिकरणे एव घटभूतलविभागेन नाश्यः यः संयोगः घटभूतलसंयोगः घटभूतलविभागेन कस्य नाशो जायते घटभूतलसंयोगस्य नाशो जायते घटकपालयोः संयोगः जायते किं न जायते अतः तयोः विभागः अपि न सम्भवति यत्र संयोगः अर्हः तत्रैव विभागः अपि भवति तादृशावधिकत्वम् अपि भवति विभागस्य न अन्यत् अस्तु अत्र इदानीं सोपानेन गच्छामः भगिनि भवती एव तत्र पूर्वम् एतत् प्रथमवाक्यं पठितवती अतः एव तत्र इदानीं भवती एव पठतु इति उक्तवान् प्रमाणविभागस्य द्रव्योत्पत्ति द्वितीयादिक्षणेषु जायमानस्यापि न निखिलावधिकत्वं तर्हि द्वितीयक्षणे गुणोत्पत्तिः भवति न पूर्वं वाक्यं पूर्णं वाक्यम् एकवारं पठतु तदनन्तरं पश्यामः भक्ष्यमाणविभागस्य द्रव्योत्पत्ति द्वितीयादिक्षणेषु जायमानस्यापि न निखिलावधिकत्वं किन्तु स्वनाश्यसंयोगाश्रयाधिकत्वमेव नियमेन स्वीक्रियते इति अस्ति अस्तु अस्तु तर्हि तत्र भागं भागं स्वीकृत्य पक्ष्यामः नाम द्रक्ष्यामः तर्हि तत्र वक्ष्यमाणविभागस्य नाम अग्रे नाम संयोगस्य अनन्तरं विभागः इति गुणः आगच्छति विभागः वक्ष्यमाणः गुणः अग्रे तर्हि सः अपि गुणः विभागः अपि गुणः संयोगः इव विभागः अपि गुणः तर्हि गुणः कदा तस्य जायमानः भवति द्रव्योत्पत्ति द्वितीयादिक्षणेषु खलु प्रथमे क्षणे न भवति अनन्तरमेव भवति इति तावदेव वार्ता द्रव्योत्पत्ति द्वितीयक्षणे भवति अथवा अनन्तरं भवति अतः द्वितीय आदिक्षणेषु जायमानः नाम केवलं प्रथमे क्षणे न भवति तावदेव खलु जायमानस्य विभागस्य अपि तस्य विभागस्य अपि निखिलावधिकत्वं नास्ति विभागस्य अपि निखिलावधिकत्वं नास्ति तर्हि तस्य विभागस्य निखिलावधिकत्वं नास्ति चेत् किम् अस्ति अवधिकत्वं कीदृशम् अवधिकत्वम् अस्ति तर्हि अग्रे उच्यते किम् उच्यते किन्तु स्वनाश्य संयोगाश्रयाधिकत्वमेव नियमेन स्वीक्रियते अस्तु इदानीं तर्हि तत्र उदाहरणं स्वीकुर्मः तत्र घटभूतलयोः विभागः इति स्वीकुर्मः तर्हि तत्र विभागः नाम कः नाम घटभूतलयोः संयोगः अस्ति इदानीं तत्र विभागः नाम तत्र संयोगः नश्यति खलु खलु प्रथमतया संयोगः तदनन्तरं संयोगस्य नाशः विभागं तत्र विभागेन भवति खलु तर्हि तत्र घटः अस्ति घटः अस्ति तत्र उत्पीठिका अस्ति इति चिन्तयतु इदानीं तत्र घटः अन्यस्मिन् स्थले अस्ति उत्पीठिका अन्यस्मिन् स्थले अस्ति तर्हि विभागः जातः खलु इदानीं विभागः जातः खलु हा तर्हि विभागः किं करोति विभागः नाशं करोति, कस्य नाशः करोति? संयोगस्य नाशं करोति खलु. नाम विभागः नाशकः, नाश्यः संयोगः. विभागः नाशकः, नाशकः विभागः नाशकः, नाशकः नाश्यः अस्ति संयोगः, नाम संयोगः नश्यति. नाम घट घटभूतलयोः संयोगः अस्ति चेत् तदनन्तरं विभागः भवति चेत् घटभूतलयोः विभागः संयोगं नश्यति, तयोः संयोगं नश्यति, तस्य नाशं करोति इति अस्ति. इदानीं संयोगः तस्य आश्रयः कः, नाम तत्र घटभूतलम् इति स्वीकुर्मश्चेत् तत्र संयोगः कुत्र कुत्र अस्ति? संयोगः घटभूतलयोः मध्ये अस्ति. हा, तर्हि घटभूतलयोः संयोगः इति स्वीकुर्मश्चेत् संयोगः इति गुणः घटे अपि अस्ति, भूतले अपि अस्ति, भूतले अपि अस्ति. इदानीं तत्र तस्य नाशः विभागः, तत्र तस्य नाशकः विभागः, तत्र विभागः अपि कुत्र भवति? विभागः अपि घटे भवति, भूतले भवति, भूतले अपि भवति, भूतले अपि भवति. यत्र संयोगः आसीत् तत्र एव इदानीं विभागः अस्ति. संयोगः गतः, इदानीं विभागः अस्ति. संयोगः घटे अपि आसीत्, भूतले अपि आसीत्, इदानीं विभागः घटे अपि अस्ति, भूतले अपि अस्ति. इदानीं तत्र वयं पूर्वं पठितवन्तः, तत्र विभागः अपि संयोगक्षेत्रे तत्र अवधिः नाम तत्र अवधिः इति नियमेन न आगच्छति, नाम यतोहि तत्र द्विनिष्ठः अस्ति, संयोगः अपि विभागः द्विनिष्ठः अस्ति. नाम घटे अपि अस्ति संयोगः, कपाले अपि अस्ति संयोगः, घटे अपि विभागः अस्ति, कपा तत्र भूतले अपि संयोगः अस्ति. अतः तत्र अवधिः कदा भवति? एकस्मिन् अस्ति किन्तु अन्यस्मिन् नास्ति, तदा एव अवधिः भवति खलु. यथा तत्र अस्माकं प्रसिद्धम् उदाहरणं, तत्र फलं वृक्षात् पतति, तदा पतनक्रिया फले अस्ति किन्तु पतनं वृक्षे नास्ति, अतः वृक्षः अवधिः. किन्तु अत्र विभागः भूतले अपि अस्ति, अपि अस्ति, हा उभयत्र अस्ति, अतः तत्र नियमेन तत्र अवधिकत्वं नास्ति. किन्तु अवधि इति आरोपयामः, कथम् आरोपयामः? वयं वदामः तत्र घटनिष्ठ घटे यदि घटे विभागः अस्ति चेत् वयं वदामः अस्तु एषः विभागः केवलं घटे अस्ति, भूतलनिष्ठविभागः घटे वर्तते इति न न न भूतलनिष्ठविभागः तस्य अवधिः घटः, अपि घटनिष्ठ अवधिः तस्य घटनिष्ठ विभागस्य अवधिः भूतलम् इति. सम्यक् खलु? नाम विभागः भूतले अपि अस्ति, घटे अपि अस्ति, किन्तु विभागः यः विभागः घटे अस्ति, वयं चिन्तयामः अस्तु एषः विभागः घटे अस्ति, घटः आश्रयः अत्र एव अस्ति, एषः विभागः भूतले नास्ति, अतः भूतल अवधिः भवति, अतः भूतलावधिकविभागः घटे अस्ति. अपि घट विभागः भूतले अस्ति, भूतले अस्ति. हा, तर्हि घटे यः विभागः अस्ति तस्य अवधिः कः अस्ति? भूतलं, भूतलं, भूतलम् एव. अन्यत् कोऽपि अवधिरूपेण स्वीकर्तुं शक्नुमः वा? न, केवलं तत्र घटभूतलयोः विभागः तत्र अवधिः भूतलं भवति अथवा घटः भवति, अन्यत् किमपि न भवति खलु. अतः अत्र किम् उक्तम्? अत्र यत्र भवती पठितवती स्वनाश्य स्वेन नाश्यः स्वनाश्य स्वेन नाश्यः यः संयोगः विभागेन कस्य नाशः घटभूतलयोः नाशः संयोगस्य नाशः खलु स्वनाश्यः संयोगः विभागेन कस्य संयोगस्य नाशः अभवत् घटभूतलयोः संयोगस्य नाशः तस्य संयोगस्य आश्रयः कः संयोगस्य आश्रयः भूतलं वा घटः वा खलु तदेव अवधिकत्वं तादृश अवधिकत्वम् एव हि नियमेन स्वीक्रियते विभागस्य इति इदानीम् अवगतं चेत् स्वशब्दैः एकवारं वदतु भगिनि हा पुनः एतत् पठामः किन्तु यत् अवगतम् इदानीम् एकवारं प्रयत्नं करोतु नो चेत् अग्रिमे सप्ताहे पुनः कुर्मः अत्र यदि घटभूतलयोः संयोगः जायते तदा यदि संयोगस्य नाशः भवति तदा एव विभागः उत्पद्यते विभाग इति गुणः यथा संयोगः उभयनिष्ठः आसीत् तद्वत् विभागः अपि उभयनिष्ठः अस्ति अनन्तरं यदि घटभूतलयोः विभागः जायते तदा वयं वदामः घटावधिकविभागः भूतले अस्ति तथा भूतालावधिकविभागः घटे वर्तते अतः विभागस्य अवधि किं किं भवितुम् अर्हति घटः अथवा भूतलं तावदेव खलु अतः तत्र अत्र किम् उक्तं स्वनाश्य संयोगाश्रयाधिकत्वमेव हि तर्हि स्वनाश्य अर्थात् स्व अर्थात् स्वेन नाश्यः स्वेन नाश्यः नाम तत्र विभागेन नाश्यः कः विभागः नाशकः विभागेन नाश्यः संयोगः आमां विभागेन नाश्यः संयोगः आश्रयावधिकत्वमेव तस्य आश्रयम् एव तस्य अधिकरणमेव अवधिरूपेण नियमेन स्वीक्रियते खलु नाम संयोगस्य आश्रयः तत्र घटः अथवा भूतलं तदेव अवधिरूपेण स्वीकर्तुं शक्नुमः विभागस्य खलु इति अत्र उक्तं किन्तु स्वनाशनिखिलावधिकत्वं नास्ति विभागस्य किन्तु केवलम् अवधिकत्वं कीदृशम् इत्युक्ते स्वनाश्यसंयोगः यः अस्ति तस्य संयोगस्य आश्रयः यः अस्ति सः आश्रय एव अवधिकत्वं तस्य अवधिकत्वम् एव विभागस्य अस्ति अन्यत् किमपि नास्ति एतदेव नियमेन स्वीक्रियते अतः विभागस्य अवधिः घटः भवति अथवा भूतलं भवति अन्यत् किमपि नास्ति तावदेव अत्र प्रायश तत्र विभागस्य आश्रयः एव अवधिकत्वेन नियमेन स्वीक्रियते इति अपि वक्तुं शक्यते किन्तु तत्र केवलं विभागः वदामश्चेत् तत्र कीदृशविभागः इति प्रश्नः अतः स्वनाश्यसंयोग आश्रयः नाम तत्र यत्र संयोगः अस्ति तत्र एव विभागः अस्ति अतः संयोगम् स्वीकृत्य विवरणं कृतं तावदेव अस्तु तत्र पुनः अग्रिमे सप्ताहे पठामः चिन्ता अस्तु धन्यवादः भगिनि समीचीनमासीत् अस्तु तर्हि समयोपि जातः अत्र विरमामः अग्रिमे सप्ताहे मिलामः धन्यवादः नमस्कारः धन्यवादः महोदय धन्यवादः नमस्कारः